अस्माकम् अधुना नूतनविषयः अस्ति धातुविज्ञानं तृतीयकरपत्रं धातुविज्ञानं 3 धातूनां स्वरविज्ञानं पदव्यवस्था ऋव्यवस्था च इति नूतनविषयः अस्ति। अधुना अस्मिन् विषये चर्चां करिष्यामः। सर्वप्रथमं मीना सुन्दरेशन् अस्ति खलु महोदय? मीना महोदय, भवतः ध्वनिः अतीव न्यूना अस्ति। नमस्कारः महोदय, विजय गोविन्द्र अस्मि। इदमस्ति चेत् नूनमस्ति चेत् अधुना सम्यक् अस्ति। आतमः कृपया पठतु। धातुविज्ञानं धातूनां स्वरविज्ञानं पदव्यवस्था इद्व्यवस्था च उत्तममेव। आमां शब्दम् उत्तमम्। आम् शब्दम् ओके। आं किञ्चित् डिस्टर्बन्स् अस्ति। न जानामि किमस्ति। पठनं आमां सर्वे जानामि अहं। नमस्ते। धातुविज्ञानं 3 वा महोदय? धन्यवादः। पाणिनीयशास्त्रम् अनुबन्धान् आश्रित्य स्वरांश्च आश्रित्य प्रवर्तते। एतयोः ज्ञानम् अन्तरा पाणिनीयशास्त्रस्य अवगतिः न भवति। धातुषु प्रत्ययेषु च के अनुबन्धाः अपि च धातुषु स्वरः कीदृशः उदात्तः अनुदात्तः स्वरितो वा इदं सर्वम् आश्रित्य एव पाणिनीयशास्त्रं प्रवर्तते। एतावता मूलधातौ निबन्धाः के अपि च कैकै सूत्रैः इत्संज्ञकाः वर्णाः विहिताः इति अस्माभिः अधीतम्। तत्परं सत्वं नत्वं नुगामः उपधादीर्घः इत्येभिः कार्यैः परिपक्वो लौकिकधातु कथं जायते इत्यपि अवलोकितम्। आहत्य येषु सर्वेषु कार्येषु स्वराणां कृते एकं विशिष्टं ज्ञानम् अस्माभिः प्राप्तम्, अनुनासिकज्ञानमिति। धातुषु अनुनासिकज्ञानेन एव अचाम् इत्संज्ञां सम्भवति। अधुना तदाधारेण अग्रिमः सिद्धान्तः स्वरविज्ञानेन पदव्यवस्था अपि च सेत् अनित् व्यवस्था ज्ञायते। तर्हि धातुपाठे प्रमुखविषयः लौकिकधातुः कथं सञ्जायते इति च अस्माभिः परिशीलितः। अधुना द्वितीयप्रमुखविषयः स्वरविज्ञानं, तस्मिन् उपविषयद्वयं पदव्यवस्था इद्व्यवस्था च। किमस्ति इदानीं पूर्व धातु विज्ञानं द्वितीयपाठे अपि पूर्वमेव इत्संज्ञा एव पठितवन्तः। कथं किं कथम् इत्संज्ञा भवति, किं सूत्रेण इत्संज्ञा भवति, तस्य ततः तत्परं सत्वं नत्वं नुगामः उपधादीर्घः अपि कथं उपदेशधातुः लौकिकधातुः कथं जायते इति अवगतम् इदानीम्। इदानीं तेषाम् अनुनासिकज्ञानमेव, अनुनासिकज्ञानेन एव इत्संज्ञा सम्भवति। अधुना स्वरविज्ञान स्वरविज्ञानेन पदव्यवस्था ज्ञानं भवति। सेत्वानित्वा सेत्वानित्वा परस्मैपदम् उपय उभयपदम् आत्मनेपदं वा इति एव तदा तावदेव महोदय. अस्तु, धन्यवादः महोदय. तर्हि अस्माभिः इदानीं पर्यन्तं इत् संज्ञाव्यवस्था अस्माभिः पठिता, के के वर्णाः निबन्धाः भवन्ति, औपदेशिकरूपेण लौकिकरूपेण कथं निष्पद्यते इति अस्माभिः दृष्टं. तर्हि अधुना नूतनविषयः अस्ति स्वरविज्ञानं. स्वर कीदृशम् अस्ति, तेन बहु किमपि भवति. एक उदाहरणं तु अस्माभिः दृष्टं, यदा स्वर अनुनासिक अस्ति तर्हि तस्य इत् संज्ञा भवति, तदनन्तरं लोपः भवति इति तु अस्माभिः दृष्टं. परन्तु अन्यानि कार्याणि के सन्ति इति अधुना वयं द्रक्ष्यामः. अस्तु, तर्हि सुमित्रा महोदय अस्ति खलु? आं महोदय, अस्मि. एकनिमेष, कस्यापि ध्वनिमध्ये डिस्टर्बन्स् अस्ति, कृपया म्यूट् करोतु. मीना महोदय, कृपया म्यूट् करोतु. स्टार् सिक्स् अथवा कम्प्यूटर् अस्ति चेत् तत्र एव म्यूट् अस्ति. आम्, अस्तु. सुमित्रा महोदय, स्वरविज्ञानं खलु? स्वरविज्ञानम् इत्सम्यकेन अच् वर्णधातुः किं पदि इति निर्णयः क्रियते, अपि च अनुबन्धलोपानन्तरम् अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट् अणिट् वा इति. स्वरः इत्सम्यकः चेत् तर्हि तस्य अनुदात उद्दात स्वरित इत्येभिः वर्गैः पदव्यवस्था ज्ञायते. स्वरः इत्सम्यकः नास्ति चेत् तर्हि तस्य अनुदात उद्दात स्वरित इत्येभिः वर्गैः इड् व्यवस्था ज्ञायते. सम्प्रति अनुदात उद्दात स्वरित इत्येतानि चिह्नानि कथम् अभिज्ञातुं शक्नुमः इत्यवलोकयामः. प्रथमं धातुमध्ये किं पदि आगच्छति इति निर्णयं कर्तव्यम् इत्सम्यकेन अपि च अच्वर्णेन. अनन्तरम् अनुबन्धलोपात् अनन्तरं किम् अवशिष्यते इति अपि द्रष्टव्यम्. अनित् अथवा अनित् इति द्रष्टव्यम्. अनन्तरम् इत्सम्यकः चेत् स्वरः तस्य पदव्यवस्थायां उद्धात वा अनुधात वा स्वरित वा इति वर्गं किम् इति ज्ञातव्यम्. इत्सम्यक् वर्णः नास्ति, स्वरस्य इक् वर्णः नास्ति चेत् इड् व्यवस्था तस्य उद्दात्त अनुदात्त स्वरित तस्य इड् व्यवस्था ज्ञातव्यम् इति विषयः. पदव्यवस्था इत्युक्ते किं जानाति वा? अत्र लिखितमस्ति खलु इत्संज्ञकेन धातुः किं पदि इति निर्णयः. अत्र किं पदि इत्युक्ते किं? किं वर्गे इति पद न अत्र तस्य अर्थः अस्ति धातुः परस्मैपदी, आत्मनेपदी अथवा उभयपदी किम् अस्ति. पदव्यवस्था इत्युक्ते आत्मनेपदी, उभयपदी. तर्हि इत्संज्ञकः स्वरस्य अनुदात्त उदात्त स्वरितत्वेन वयं ज्ञातुं शक्नुमः यत् धातुः यत् भवति तत् आत्मनेपदी, उभयपदी अथवा परस्मैपदी किम् अस्ति. परन्तु यत् स्वरः यः स्वरः इत्संज्ञकः नास्ति तस्य रूपेण वयं ज्ञातुं शक्नुमः तस्य इड् व्यवस्था किम् इड् व्यवस्था का अस्ति. इड् व्यवस्था इत्युक्ते अरेञ्ज्मेण्ट् न इट् इट् अत्र अनिट् अथवा सेट् अस्ति अग्रे अस्ति परन्तु अधुना केवलं वदामि अनिट् अथवा सेट् सेट् इत्युक्ते स इट् नाम इट् सहित अनिट् इत्युक्ते न इट् इट् रहित तर्हि किमस्ति अधुना अहं वदामि यत् लृट् लकारस्य रूपाणि प्रायः सर्वे जानन्ति खलु लृट् लकार फ्यूचर् टेन्स् तत्र यदि अधु यदि अस्ति पट् धातु अस्ति तर्हि पट् धातु तस्य रूपं किं भवति प्रथमपुरुषे क्वचने पठिष्यति पठिष्यतः पठिष्यन्ति पठिष्यति तर्हि पा धातु अस्ति तस्य रूपं किं भवति किं भवति पा पा तर्हि एकं रूपमस्ति पास्यति एकं रूपमस्ति पठिष्यति तर्हि वयं पश्यामि चेत् पठिष्यति इत्यत्र एकम् एक एक्स्ट्रा इकारः आगच्छति खलु पठिष्यति परन्तु पास्यति तत्र नास्ति तर्हि अत्र किम् अस्ति तत्र व्यवस्था अस्ति इडागमः अस्ति पट् धातु सेट् अस्ति अतः तत्र इडागमः भविष्यति पा धातु अणिट् अस्ति अतः तत्र इडागमः न भवति तर्हि कुत्र कुत्र इड् व्यवस्था भवति इड् इडागमः भवति कुत्र कुत्र न भवति इति प्रश्नः अस्ति तद् अस्माभिः अधुना किं संक्षिप्तरूपेण अस्माभिः वयम् अद्य द्रक्ष्यामः इडागमस्य प्रसङ्गः एव व्यवस्था इति कुत्र इडागमः भवति कुत्र न भवति अस्तु अग्रे पठतु भवती एव पठतु स्वरचिह्नानि रक्ष इत्यस्मिन् धातौ चिह्नम् अस्ति महोदय चिह्नस्य नाम कृपया चन्द्रबिन्दु इति चिह्नम् अचः अनुनासिकत्वं सूचयति यथा डुपझष् पाके कनु अवधारणे भज सेवायां वच परिभाषणे आस उपवेशने एवं च चन्द्रबिन्दु इत्यनेन चिह्न अङ्कितः अच् वर्णः अनुनासिकः भवति यत्र यत्र अनुनासिकचिह्नं आगच्छति तेषाम् अनुनासिकः अनुनासिक अच् वर्णः इति धातुषु अचः अधस्तात् या रेखा दृश्यते यथा अनन्तरं रेखाम् अस्ति अधोभागे सा रेखा अचः अनुदात्तत्वं सूचयति आस उपवेशने इत्यस्मिन् धातौ सकारोत्तरवर्ति यः अकारः अस्ति सः अकारः अनुदातः इति अधः तं चिह्नं सूचयति धातुषु अचः उपरिष्टात् या रेखा दृश्यते यथा अ अकारः उपरि एकं रेखा इति तया अचः स्वरितत्वं सूचयति यथा दुपचष् पाके इत्यस्मिन् धातौ चकारोत्तरवर्ति यः अकारः अस्ति सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति यथा अच्वर्णात् अनन्तरम् अधस्तात् रेखा अस्ति चेत् तत् रेखाम् अनुदातवर्णम् अनुदात अच्वर्णः इति सूचयति उदाहरणम् आस उपरि चन्द्रबिन्दुः अपि अस्ति अधोभागे रेखाम् अस्ति इत्युक्ते अनुनासिक अकारः परन्तु अनुदात अनुनासिक अकारः इति यथा रेखां उपरि अस्ति वर्टिकल् लैन् अस्ति खलु तत् स्वरित वर्णम् इति विषयः तथैव अनन्तरम् अग्रे अपि पठतु मम सङ्गणके चन्द्रबिन्दु इत्यनयोः द्वयोः चिह्नयोः स्थलं साक्षात् स्वरस्य उपरि, अतः तयोः सहवासः समीचीनं न दृश्यते. अतः अत्र यद्यपि उभयम् अपेक्षते तथापि केवलं स्थापितं चन्द्रबिन्दु न स्थापितम्. तर्हि अत्र केवलम् एक महोदयेन सूचना दत्ता अस्ति यत् स्वरः अनुनासिकः अपि अस्ति, स्वरितः अपि अस्ति, तर्हि वर्टिकल् बार् अस्ति, यत् उपरि वर्टिकल् बार् अस्ति, तत्र चन्द्रबिन्दु अस्ति, उभौ अपि तत्र सः स्थापितुं न शक्नोति. अतः केवलं वर्टिकल् बार् एव स्थापयति, चन्द्रबिन्दु न स्थापयति इति सूचना अस्ति. तथा रूपचष् मध्ये चकारोत्तरवर्ति अकारः यत् अस्ति तत् अनुनासिकः अपि अस्ति, स्वरितः अपि अस्ति, परन्तु महोदयेन केवलं स्वरितस्य चिह्नः एव स्थापितः अस्ति, चिह्नमेव स्थापितम् अस्ति, परन्तु वस्तुतः तत् अनुनासिकः अपि अस्ति इति वार्ता अस्ति. अस्तु, धन्यवादः महोदय. तर्हि अत्र अस्माभिः बहु आरम्भे एव अस्माभिः पठितं यत् स्वराः स्वरस्य किमस्ति, त्रयः डैमेन्शन्स् इति अस्ति खलु. एकमस्ति तस्य मात्रा किमस्ति, मात्रा का अस्ति, तेन आधारेण स्वरः ह्रस्वः दीर्घः प्लुतः इति भवति. तदनन्तरं तस्य एक्सेण्ट् किमस्ति, नाम स्वरः उच्चः गच्छति अथवा नीचः गच्छति, तेन अनुदात्त उदात्त स्वरित इति भवति. तदनन्तरमस्ति तस्य अनुनासिकत्वम् अस्ति अथवा नास्ति, अनुनासिकः अस्ति अथवा अनुनासिकः अस्ति. तर्हि अष्टादशस्वराः भवितुं शक्नुवन्ति, ह्रस्वदीर्घप्लुत टैम्स् अनुदात्त उदात्त स्वरित टैम्स् अनुनासिक अनुनासिक अननुनासिक इति अष्टादश स्वराः भवितुं शक्नुवन्ति इति वार्ता अस्ति. तर्हि स्वरस्य रूपं किं नाम, अनुनासिकत्वम् अस्ति न वा, स्वरित उदात्त अनुदात्त अस्ति न वा, ह्रस्वदीर्घ प्लुत अस्ति न वा, तेन भिन्नभिन्नकार्याणि भवन्ति इति वार्ता अस्ति. अस्तु, अग्रे अस्ति सरला महोदय. महोदय, अहं बहिः अस्मि. बहिः अस्ति वा, केवलं शृणोमि. केवलं शृणोमि. अस्तु, चत्वारिंशत् निमिषं पर्यन्तम्. अस्तु, धन्यवादः. अमित महोदय. महोदय, पुनः कृपया वदतु उदित अनुदित स्वरित इत्युक्ते किम्? तस्य अर्थः किम् अत्र अग्रे अस्ति. तर्हि उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधः चिह्नम् अस्ति चेत् अनुदात्तः. उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः. यथा वसौ धातौ वकारोत्तरवर्ती यः अकारः अस्ति तस्य अधः चिह्नम् अस्ति, अतः सः अकारः अनुदात्तः. परन्तु शिशौ धातौ शकारोत्तरवर्ती यः इकारः अस्ति तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः. उपरि चिह्नम् अस्ति चेत् स्वरितः, अधः अस्ति चेत् अनुदात्तः, उपरि अपि अधः अपि नास्ति चेत् उदात्तः इति वार्ता. बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति, नाम चिह्नद्वयम् अस्ति, यथा अनुनासिक अपि अनुदात्त अपि. तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति, चिह्नद्वयसहितः इति. तत्र वर्टिकल् बार् अपि अस्ति, परन्तु तत्र परन्तु अनुदात्त सर्वथा अनुनासिकः अथवा स्वरितः सर्वथा अनुनासिकः इति नियमः नास्ति एव. कदाचित् भवितुम् अर्हति, कदाचित् न अपि भवितुम् अर्हति. तर्हि किं वदति चेत् अनुदात्तः स्वरः बहुधा अनुनासिक अपि अस्ति. तावदेव स्वरितः स्वरः अनुनासिक अपि अस्ति, परन्तु एवं नियमः नास्ति. स्वरित अस्ति चेत् अनुनासिक एव भवेत्, अथवा अनुदात्त अस्ति चेत् अनुनासिक भवेत् एव इति नियमो नास्ति. कदाचित् भवितुमर्हति, कदाचित् नोपि. एषां त्रयाणां संज्ञकस्य स्वराणाम् उच्चारणभेदाः. उच्चैर् उदात्तः इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति. नीचैर् अनुदात्तः इत्यनेन अनुदात्तः नाम ध्वनिः अधोदिशि गच्छति. समाहारस्वरितः इत्यनेन स्वरितः नाम ध्वनि न उपरि न वा अधः. तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानीन्तनकाले व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः लुप्तः. किमस्ति अत्र लिखितमस्ति यत् उच्चैर् उच्चारणभेदाः उदात्त अनुदात्त स्वरित किम् अस्ति इति लिखितम्. उच्चैर् उदात्त इत्यनेन उदात्त ध्वनि उपरि दिशि गच्छति. नीचैर् अनुदात्त इत्यनेन अधो दिशि गच्छति. समाहारस्वरित इत्यनेन उपरि वा अध वा न गच्छति इति वार्ता. तर्हि अधुना एतादृशं ज्ञानम् अधुना अस्माभिः काले लुप्तमस्ति प्रायः, परन्तु प्राचीनकाले तु उच्चारेण भेदरूपेण लोकाः ज्ञातुं शक्नुवन्ति यत् किम् अस्वरितः अस्ति, उदात्तः अस्ति, अनुदात्तः अस्ति इति. अतः ग्रन्थेषु अथवा पाणिनीय अत्र मातुः पुस्तके अपि वस्तुतः तत् चिह्नानि न सन्ति, परन्तु एतानि सर्वाणि चिह्नानि यत् सन्ति यत् अनुनासिक, चन्द्रबिन्दु, अधोरेखा, उपरि रेखा, तत् केवलम् अस्माभिः सौकर्यम् एव महोदयेन तत्र स्थापितमस्ति. वस्तुतः तत् किमपि न दृश्यते, यत् सर्वं तु मौखिकरूपेण एव तस्य प्रचलनं भवति. मौखिकरूपेण प्रचलनं भवति अतः उच्चारणभेदरूपेण एव, नाम स्वरः उच्चैः गच्छति चेत् उदात्तः अस्ति, स्वरः तत्र ध्वनिः नीचैः गच्छति तर्हि अनुदात्तः अस्ति. तेन वयं ज्ञातुं शक्नुमः यत् उदात्तः अस्ति, अनुदात्तः अस्ति, परन्तु तादृशं ज्ञानम् अधुना न अस्ति. अतः चिह्नानाम् आधारं चिह्नानाम् आधारः महत्त्वपूर्णः अस्ति अधुना इति वार्ता अस्ति. अस्तु, अग्रे पठतु महोदय. अधुना पाणिनीयधातुपाठे पदव्यवस्थाम् अवलोकयामः, अनन्तरम् इडव्यवस्था दृश्यताम्. पदव्यवस्था. पदव्यवस्था इत्युक्ते धातुः परस्मैपदी धातुः वा आत्मनेपदी धातुः वा उभयपदी धातुः वा इत्यस्य बोधः. अस्माभिः पूर्वम् एव दृष्टं यत् धातुषु अनुनासिकः अच् इत्संज्ञां प्रयोजयति. इत्संज्ञां प्रयोजयति नाम अनुनासिकस्वरेण इत्संज्ञा सूच्यते इत्यर्थः. अस्य एव इत्संज्ञकस्य स्वरस्य अनुदात्तत्वम्, उदात्तत्वं, स्वरित्वं, स्वरितत्वं च पदव्यवस्थां सूचयति. तर्हि इत्संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते कथमिति पश्येम. यथा एधौ वृद्धौ, धकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिकः अस्ति, अनुनासिकः अतः इत्संज्ञकः. अधस्ताच्चिह्नम् अस्ति अतः अनुदात्तः अपि अस्ति. अनुनासिक अकारः अनुदात्तः अपि अस्ति अतः एधौ धातु आत्मनेपदी. किमर्थम् इति चेत् अग्रे सरेम. तर्हि अत्र उदाहरणं दत्तमस्ति एधौ धातु इति. तत्र ध धकारोत्तरवर्ती अनुनासिकचिह्नं चन्द्रबिन्दुः अस्ति, तस्मात् अनुनासिक अच् अस्ति, तस्मात् इति संज्ञकः भवति. अनन्तरं तत्र अधः अनुदात्तचिह्नम् अपि अस्ति. तर्हि अनुदात्तत्वेन सः धातु आत्मनेपदी भवति इति लिखितमस्ति. नाम यत् यदि स्वरः अनुनासिकः अपि अस्ति अनुदात्तः अपि अस्ति तर्हि धातुः आत्मनेपदी भवति. एध एधते इति रूपं भवति खलु आत्मनेपदी. एधति तु न भवति. अस्तु, तर्हि कथं भवति इति अग्रे पश्यामः. अस्तु, धन्यवादः महोदय. धन्यवादः. अग्रे किमस्ति, को अस्ति, विजि महोदय अस्ति खलु, जी गोविन्दराजन्. हलो, अस्मिन् महोदय. पठतु महोदय. आत्मनेपदत्वम् अनुदात्तगीत् आत्मनेपदम् यस्य धातोः अनुदात्तस्वरस्य दकारस्य इत्संज्ञा भवति. दकारस्य इत्संज्ञा भवति सः धातुः आत्मनेपदी. अनुदात्तश्च इञ्च अनुदात्तयोः तौ इतौ यस्य सः अनुदात्तमित् द्वन्द्वगर्भ बहुव्रीही तस्मात् अनुदात्तनित्तः पञ्चम्यन्तम् आत्मनेपदं प्रथमान्तं द्विपदम् इदं सूत्रं भूवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. अनुवृत्तिसहितसूत्रम् अनुधाता ङितः धातोः लस्य आत्मनेपदम् अस्तु भवति. सूत्रं दत्तम् अत्र अनुदात्ता ङित् आत्मनेपदम् पदस्य डेफिनेशन् दत्तमस्ति. यस्य धातोः अनुदात्तस्वरस्य ऋकारस्य च इत्संज्ञा भवति. अनुदात्तस्वरस्य अनुदात्तश्च इच् अनुदात्तौ तौ जानामि महोदय. अनुदात्तस्वरस्य ङकारः कुत्र अस्ति? न, तत्र भिन्नम् अस्ति. यदि अनुदात्तस्वरस्य इत्संज्ञा भवति तर्हि आत्मनेपदमस्ति, यदि ङकारस्य भवति तर्हि आत्मनेपदमस्ति. बहुभिः समासः तस्मात् अनुदात्तमितः पञ्चम्यन्तम् आत्मनेपदं प्रथमान्तं द्विपदं सूत्रम् इति कारणेन भूवादयोः धातवः तस्मात् इत्यस्मात् धातोः टीकाकाराः सूचयन्ति लस्य धातोः इति सूत्रद्वयम् तस्मात् स्वीकृत्य अनुदात्तङितः धातोः लस्य आत्मनेपदम् इति अनुवृत्तिसहितसूत्रम्. तर्हि अर्थः एकवारं वदतु. महोदय सूत्रस्य अर्थं किम्? सूत्र यस्य धातोः अनुदात्तस्वरस्य नकारः भवति अथवा अनुदा भवति चेत् आत्मनेपदी इति उक्तम्. नकारस्य नकारस्य इत्संज्ञा भवति, नकारस्य इत्संज्ञा भवति अत्र आत्मनेपदी इति सूचयति. तर्हि अत्र लिखितमस्ति लस्य. लस्य इत्युक्ते किं भवति जानाति वा? न जानामि. अत्र आत्मनेपदम् उभयपदम् इति सर्वं कुत्र आगच्छति? लकारस्य विषये आगच्छति खलु. तर्हि लस्य तस्य अर्थः अस्ति लकार. किमर्थं भवती प्रायः सर्वे प्रायः जानन्ति यत् सर्व लकाराणां आदौ ल वर्णः आगच्छति. लट् लृट् लुङ् लिङ् लङ् ल अस्ति. तर्हि लस्य इत्युक्ते लकारप्रत्ययः. तदपि एकः प्रत्ययः एव अस्ति. तर्हि लस्य यदि कुत्रापि लिखितमस्ति तस्य अर्थः अस्ति लकार. लकारविषये यत् प्रत्ययः आगच्छति लट् सर्वे लकारः. सर्वे लकारः. सर्वे यद्यपि यतोहि सर्वे लकारे सर्वाणां लकाराणाम् आदौ ल वर्णः आगच्छति खलु. लट् लिट् लुङ् तर्हि वार्ता धातुः यदि धातोः मध्ये यदि अनुदात्तस्वरस्य इत्संज्ञा भवति अथवा नकारस्य कवर्गस्य पञ्चमवर्णस्य इत्संज्ञा भवति तर्हि तस्य धातोः आत्मनेपदित्वं भवति इति वार्ता अस्ति. अग्रे पठतु महोदय. एकनिमिषः. प्रश्नः कः अस्ति? अनुदात् स्वर इति भवति इत्युक्ते स्वरः अनुदात अपि अनुनासिक अपि खलु. अनुनासिक सर्वे सर्वदा वर्तते वा महोदय? किं सर्वदा किम् अनुनासिक यदा अनुदाता उदात्ता आगच्छति चेत् अनुनासिक अपि वर्तते वा इति नास्ति कोऽपि नियमः. अत्र उपरि एव लिखितं नियमः नास्ति. तत्र इण्डिपेण्डेण्ट् अस्ति. अनुनासिक भवितुं शक्नोति न वा उदात्त अनुदात्त भवितुं शक्नोति न वा भिन्ना अस्ति. अस्तु अस्तु महोदय. अनुधात्तेत नाम अनुधात्तः इत् यस्य सः धातुः. अनुधात्तेभ्यः धातुभ्यः इत्भ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः. तर्हि यः धातुः अनुधात्तेत् भवति अथवा नित् भवति सः आत्मनेपदि धातुः अस्ति. अग्रे यथा उपयुक्ते एध धातौ अनुनासिक नाम युत्संज्ञकः अकारः अनुदात्तः अपि अस्ति. अतः एध धातु अनुदात्तेत् अस्ति अतः आत्मनेपदी. तर्हि एदत्ते इति लटि न तु एदति. कम्पधातुः अपि ईदृशः अनुदात्तेत् अतः आत्मनेपदी कम्पते इति लटि. उदाहरणरूपेण परस्मैपदी धातुविवरणं दत्तम्। अनुदात्ते नाम अनुदात्ते नाम अनुदात्तः इत् यस्य सः धातुः अनुदात्तः इति। अनुदात्ते द्वितीय धातुभ्यः नित्यधातुभ्यः च आत्मनेपदसंज्ञकः प्रत्ययः विधीयन्ते इति सूचार्थः। यः धातुः अनुदात्तः भवति नित् अथवा नित् इत्युक्ते न इत् इत् भवति सः आत्मनेपदि धातुः इति दत्तम्। उदाहरणरूपेण ये धां धातो स्वीकृत्य आङ् इति अनुनासिकः ईध रेखा अस्ति अधोभागे इति चेत् अनुदात्त अपि अनुदाता विनाम इत्संज्ञकः अकारः अनुदात्तः एद् इदात् अतः आत्मनेपतिरूपम्। परन्तु एदते इति लटि रूपं स्वीकृत्य एदते अधोभागे रेखा नास्ति अनुदात्तः वर्णः नास्ति चेत् एतत् आत्मनेपतिरूपं मास्तु। न न तत्र नास्ति तथा नास्ति तत्र एदधातु मध्ये रेखा अस्ति अनुदात्त अस्ति अतः सर्वदा रूपम् आत्मनेपदी भवति एधते। कुत्रापि रूपम् एधति न भवति यतोहि धातु केवलम् आत्मनेपदी। तथैव कम्प इति मध्ये पकारोत्तर अकार पकारोत्तर अकारवर्णस्य अनुनासिकत्वमपि अस्ति अनुदात्तत्वमपि अस्ति अतः तदपि आत्मनेपदी अस्ति। रूपं भवति कम्पते कम्पति इति रूपं सदैव न भवति। अस्तु अग्रे पठतु धातु अनुदात्तेत् अस्ति चेत्। धातुः अनुदात्तेत् अस्ति चेत् आत्मनेपदी। धातुः नित् अस्ति चेदपि तथैव आत्मनेपदी। शीन् स्वप्ने इति धातुः नित् अतः स अपि आत्मनेपदी। शेते इति नटि मीन् विहायसा वायु गतौ इति धातुः नित् अतः आत्मनेपदी। डयते इति तर्हि अनुदात्तस्य स्वरस्य इत्संज्ञा कारणेन अथवा नकारस्य इत्संज्ञा कारणेन धातुः आत्मनेपदी भवति। धातुः आत्मनेपदी भवति कारणद्वयम् अनुदात्तस्य स्वरस्य इत्संज्ञा एकविषयम् अथवा नकारस्य इत्संज्ञा विषयद्वयं स्तः। उदाहरणरूपेण धातुः ङित् सेते इति लट्लकाररूपम् आत्मनेपदी ङित् विहाय इति धातु डिङ् वा महोदय डिङ् ङित् अतः आत्मनेपतिरूपं डयते महोदय डयते भवति डयते हा डयते। अस्तु महोदय एकः संशयः अस्ति एकनिमिषः अस्तु अस्तु अधुना किमपि अस्ति वा महोदय विजि महोदय भवितुं भवति किमपि कथितुम् इच्छ कथयितुमिच्छति वा अग्रे न अग्रे न इत अधुना पर्यन्तं किमपि अन्यमिच्छति वा न उदाहरणं दत्तमस्ति। अस्तु अस्तु अस्तु। धन्यवादः अस्तु महोदय धन्यवादः महोदय सुमन् महोदय भवत्याः प्रश्नः कः अत्र धातु नित् अस्ति किन्तु नित् अस्ति चेत् गुण न भवति इति न खलु प्रत्यय नित् भवितव्यं नो चेत् धातु अपि अत्र धातुविषयः अस्ति क्षम्यता अत्र धातु धातोः विषयः अस्ति धातोः धातु नित् भवति चेत् गुणकार्यं न बाधितः खलु न तत्तु अत्र धातुविषयः नास्ति अत्र प्रत्ययस्य किमपि विषयः एव नास्ति न न जानामि किन्तु गुणकार्यं बाधितम् अस्ति चेत् प्रत्यये तद् सम्यक् स्पष्टं नास्ति प्रत्ययः नित् अथवा कित् किम् अस्ति अस्तु अग्रे को अस्ति मलर् महोदय अस्ति खलु पठामि महोदय उभयपदत्वं स्वरितनितः कर्तृभिप्राये क्रियाफले यस्य धातोः स्वरितस्वरस्य नकारस्य च इत्संज्ञा भवति तस्य क्रियायाः फलं कर्तृ अस्ति चेत् धातुतः आत्मनेपदि प्रत्ययाः विहिताः क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदि किं प्रत्ययाः विहिताः भवन्ति अत्र त्वरितः नाम एतादृशः धातुः उभयपदि इति सारांशः स्वरितः च इन् च स्वरितौ स्वरितनौ तौ इतौ यस्य सः स्वरित द्वन्द्वगर्भ बहुव्रीहि तस्मात् स्वरितः कर्तारम् अभिप्रयेति इति कर्तृभिप्रायां फलम् उपपद तत्पुरुषः यथा कुम्भकारः तस्मिन् कर्तृभिषये क्रियायाः फलं क्रियाफलं षष्टि तत्पुरुष तस्मिन् क्रियाफले त्वरितनितः पञ्चम्यान्तं कर्तृभिप्राये सप्तम्यन्तं क्रियाफले सप्तम्यन्तं त्रिपदमिदं सूत्रं भूवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् अनुवृत्तिसहितसूत्रं त्वरितनितः धातोः कर्तृभिप्राये क्रियाफले लस्य आत्मनेपदम् किमस्ति अत्र स्वरितः चेत् किं भवति इति दत्तमस्ति यस्य धातोः स्वरितस्य अथवा नकारस्य च निस्संज्ञा भवति तस्य क्रियायाः परं क्रियायाः परम् इत्युक्ते न अवगच्छामि महोदय कर्तुः अस्ति चेत् धातुतः आत्मने महोदय अस्ति चेत् धातुतः आत्मनेपदि तिगन्तप्रत्या विहिताः क्रियाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदि किं प्रत्याः विहिताः भवन्ति अतः उभयपद किं भवति इति दत्तमस्ति अत्र फल कर्तृफलं चेत् आत्मनेपदि नो चेत् परस्मैपदि अस्ति वा नाम एतादृश उभयपदि इति सन्तः च तर्हि धातुः यदि तस्य धातुः मध्ये स्वरितवर्ण स्वरित स्वरित स्वरस्य इत्संज्ञा भवति अथवा चवर्गस्य पञ्चमवर्णस्य इत्संज्ञा भवति तर्हि धातुः उभयपदी भवति. यदि धातोः यदि क्रियाफल कर्तुः मध्ये अस्ति तर्हि आत्मनेपदी अस्ति. यदि कर्तुः मध्ये नास्ति तर्हि परस्मैपदी अस्ति. उभौ अपि भवितुं शक्नोति अतः धातुः उभयपदी इति अस्ति. अधुना प्रश्नः अस्ति यत् क्रियाफल कर्त्री अस्ति अथवा क्रियाफल कर्त्री नास्ति इति इत्युक्ते किम्. तर्हि एकः अत्र तर्हि अत्र कर्ता सर्वदा कर्ता कापि क्रिया कामपि क्रियां करोति. यदि पठनं करोति पचनं करोति दर्शनं करोति इति कर्ता किमपि करोति. क्रियायस्य क्रियायाः करणे करणस्य क्रियायाः करणे कर्ता बहु अन्य साधनानां बहूनां साधनानाम् उपयोगं करोति. अत्र अतः भिन्नभिन्नकारकाः भवन्ति. कर्मकार अस्ति कर्मकारकः अस्ति अथवा अधिकरणम् अस्ति अथवा किमस्ति करणकारकम् अस्ति इति इति एतादृशं बहूनि कार्याणि सन्ति बहूनि कारकाणि सन्ति. तर्हि क्रियायाः यदि कर्ता क्रियां करोति तस्य फलं यदि स्वस्य कृते एव भवति नाम कर्तारः कर्तुः कृते एव भवति तर्हि एतादृशस्थित्या एतादृशस्थितौ किं भवति आत्मनेपदत्वं भवति. उदाहरणमस्ति पच् धातु अस्ति. पच् धातु उभयपदिधातु अस्ति नाम तस्य आत्मनेपदत्वमपि भवति पचते परस्मैपदमपि भवति पचति. तर्हि कुत्र पचते भवति कुत्र पचति भवति इति अस्ति चेत् अस्ति चेत् अस्माभिः द्रष्टव्यं यत् पचनक्रियायाः फलं कुत्र गच्छति. अस्तु यदि अस्ति यदि अस्ति माता ओदनं पचते अत्र इदम् उदाहरणं तु अष्टाध्यायी डाट् काम् एव अस्ति. तर्हि उदाहरणमस्ति यत् माता ओदनं पचति. यदि ओदनम् इत्युक्ते सर्वे जानन्ति खलु रैस् अस्ति. माता ओदनं पचति. यदि माता स्वस्य कृते एव पचते नाम माता पचते माता खादति तर्हि तर्हि क्रियायाः फलं नाम पचनक्रियायाः फलं फलम् इत्युक्ते तस्य बेनिफिट् अथवा रिसल्ट् कुतः गच्छति माता प्रति एव गच्छति. माता यत् कर्ता अस्ति तं प्रति एव गच्छति. अस्ति एतादृशम् अस्ति चेत् यतोहि फलं कर्ता प्रति एव गच्छति तर्हि आत्मनेपदी भवति रूपम्. अतः माता ओदनं पचते इति भवति. परन्तु यदि माता तस्य पुत्रस्य अथवा पुत्र्याः कृते ओदनं करोति तर्हि तस्य पचनक्रियायाः फलं मातुः प्रति न गच्छति परन्तु तस्याः पुत्रस्य प्रति अथवा पुत्रं प्रति अथवा पुत्रीं प्रति गच्छति. तर्हि एतादृश्यां स्थित्यां क्रियायाः फलं नाम पचनक्रियायाः फलं कर्ता प्रति न गच्छति परन्तु अन्यत् किमपि अन्यत् कस्यापि प्रति गच्छति. अतः एतादृशी स्थित्यां परस्मैपदी भवति. अतः यदि अस्ति माता बालकस्य कृते ओदनं तर्हि अधुना पचते इति न भवति परस्मैपदीरूपं भवति पचति इति अस्ति इति वार्ता अस्ति. तर्हि आहत्य यदि धातु मध्ये स्वरितवर्णस्य इत्संज्ञा अस्ति अथवा नकारस्य इत्संज्ञा अस्ति तर्हि क्रियायाः फलं यदि कर्ता प्रति साक्षात् गच्छति तादृशी स्थित्यां आत्मनेपदित्वं भवति. तादृशं नास्ति चेत् परस्मैपदित्वं भवति. अधुना आहत्य उभौ अपि भवितुं शक्नोति अतः धातुः उभयपदी इति भवति. इति वार्ता अस्ति. अवगच्छति वा? सर्वे आक्षेपेण इत्युक्ते किं महोदय? आक्षेप इति प्रायः आक्षेप इति साधारणरीत्या आक्षेप इत्युक्ते किमपि किमस्ति कान्फ्लिक्ट् न कान्फ्लिक्ट् न परन्तु स्मरामि स्मरामि आक्षेप इत्युक्ते लौकिक लौकिकभाषायाम् आक्षेप इत्युक्ते इत्युक्ते टु टेक् एक्सेप्शन् एक्सेप्शन् आम् तर्हि अत्र अत्र लस्य तर्हि साक्षात् लस्य इत्यस्य अनुवृत्तिः तु नास्ति परन्तु टीकाकारः वदन्ति केवल एस् एन् एक्सेप्शन् इत्युक्ते अत्र अनुवृत्तिः नास्ति लस्य परन्तु टीकाकारः वदन्ति यत् लस्य तत् आगच्छति नाम किमर्थम् इदाम आगच्छति यतोहि आत्मनेपदित्वम् उभयपदित्वं परस्मैपदित्वम् इति तु लकारस्य लकारप्रत्ययस्य भवति खलु लस्य पदं विना हा लस्य पदं पदेन विना अर्थोपूर्णं न भवति आक्षेप अवगतं धन्यवादः अस्तु तर्हि समलर् महोदय भवती पठति खलु अग्रे पठतु अग्रे धातुः यदि स्वरिते अस्ति स्वरितः इत् यस्य सः अथवा इत् अस्ति तर्हि धातुः उभयपदि भवति यथा दुपञ्च् पाके अत्र सकारोत्तरवर्ती यः अकारः अस्ति सः स्वरितः अस्ति इत्सञ्ज्ञकः च अतः धातुः स्वरितरेत् अस्ति उभयपदि चेत् उभयपदि च लटि पचति पचते अत्र चकारोत्तर तत्र चन्द्रबिन्दुः अपि अस्ति उपरि रेखा अपि अस्ति परन्तु महोदयेन यत् सूचना दत्ता उभौ अपि स्थापितुं न शक्नोति सः अतः केवलम् एकं चिह्नम् एव स्थापयति परन्तु वस्तुतः तत् स्वरित अपि अस्ति अनुनासिक अपि अस्ति अत्र यदा धातुः स्वरितः अस्ति चेत् अथवा मित् अस्ति चेत् तर्हि उभयपदि भवति उदाहरणेन अत्र दुपञ्च् इति धातु अस्ति अत्र सकारोत्तरवर्ति यः अकारः अस्ति सः स्वरितः अपि अस्ति अतः इत्संज्ञा भवति अतः धातुः स्वरिते इत्यस्ति अतः उभयपद अपि अस्ति अतः पचति पचते भवति अग्रे पठतु प्राग्ने स्वम् आसीत् अतः तदाधारेण पद व्यवस्था ज्ञायते स्म इदानीं तत्काले जुपक्ष धातुः उभयपदि अस्ति इति ज्ञानीमः अपि अपि च नास्ति अतः स्वरीचेत् स्यात् इति अनुमानं कुर्मः एवम् ऊहां कृत्वा एव अद्यस्य धातुपाठे पाठे एतादृशानि चिह्नानि कैश्चित् योजितानि यथा अनुनासिकचिह्नानि न वर्तन्ते धातुग्रन्थेषु तथैव अनुदात्तचरितचिह्नानि अपि ग्रन्थेषु सामा किं भवत् डिस्कनेक्ट् भवति वा अस्तु अहं पठामि सर्वे श्रूयन्ते खलु अग्रे पठनम् अन्यत् उदाहरणं पश्येम महोदय तत् मा पठतु भवत्याः डिस्कनेक्षन् भवति अतः सम्पूर्णरीत्या अस्माभिः न श्रुतं भवती किम् अपठत् अतः तथैव तत्र यथा अनुनासिकचिह्नानि न वर्तन्ते ततः पठतु कृपया. किं कुत्र पठनीयं महोदय? यथा अनुनासिकचिह्नानि न वर्तन्ते ततः पठतु. प्रीवियस् पेराग्राफ् सेकेण्ड् लास्ट् मध्ये सेकेण्ड् लास्ट् लैन् अस्ति, तत् पठतु. आम् आम् आं महोदय. यथा अनुनासिकचिह्नानि न वर्तन्ते सामान्यधातुग्रन्थेषु तथैव अनुदात्तस्वरितचिह्नानि अपि ग्रन्थेषु सामान्यतया न लभ्यन्ते, किन्तु केचन ऊहां कृत्वा स्थापितवन्तः. तेषु दीक्षितपुष्पामाता अस्मिन् क्षेत्रे नायिका. किमस्ति? प्राचीनकाले स्वरविज्ञानमस्ति, अतः प्राचीनकाले स्वरविज्ञानम् आसीत् अतः पदव्यवस्थां कृतवन्तः. इदानीं किमर्थम् अवगन्तुम् इति चिह्नं स्थापयित्वा कृतवन् उदयपति वा इति अस्ति अवगन्तुं अहं शक्नुमः. मम अतः उपरि रेखा अधो रेखा इति लिखित्वा अहम् अवम् उदयपति वा इति ज्ञातुं शक्नुमः. एवम् ऊहां कृत्वा एव सिंहानि योजनानि. तर्हि प्राचीनकाले तु स्वरविज्ञानम् आसीत्, परन्तु अधुना स्वरविज्ञानं नास्ति. ग्रन्थेषु अपि दत्तं नास्ति यत् स्वरः अनुदात्त उदात्त स्वरित अस्ति न वा. तर्हि इदानीं कथं ज्ञातुं शक्नुमः यत् स्वरस्य रूपं किं? तर्हि ऊहां कृत्वा वयं ज्ञातुं शक्नुमः. उदाहरणम् अत्र अस्ति डुपचष्. अत्र चिन्तयतु यत् कुत्रापि कोऽपि किमपि चिह्नं नास्ति, केवलं डुपचष् इति लिखितम् अस्ति यथा सामान्यतया ग्रन्थेषु लिखितम् अस्ति. तर्हि कथं ज्ञातुं शक्नुमः यत् चकारोत्तरवर्ती अकारः अनुनासिक अपि अस्ति, तदनन्तरं स्वरित अपि अस्ति? तर्हि एतद्रीत्या डुपचष् वयं जानीमः औपदेशिकधातुरूपमस्ति. लौकिकधातुरूपं किमस्ति? पच्. तर्हि पच् अस्ति. अधुना वयं ज्ञातुं शक्नुमः यत् पच् मध्ये चकारोत्तर अकारस्य लोपः अस्ति. अतः लोपः अस्ति चेत् अकारः इत्संज्ञकः भवेत्. इत्संज्ञकः अकारः कथं भवितुं शक्नोति? यदा अकारः अनुनासिकः अस्ति. तर्हि चकारोत्तरवर्ती अकारः अनुनासिकः अस्ति, एतादृशी ऊहा वयं कर्तुं शक्नुमः. तदनन्तरं वयम् इदमपि जानीमः यत् पच् तु उभयपदी अस्ति. पचते अपि रूपम् अस्ति लौकिकभाषायां, पचति अपि अस्ति. एतदस्ति चेत् उभयपदी अस्ति. उभयपदी कदा भवितुं शक्नोति? यदि धातुः णित् अस्ति अथवा धातुमध्ये यत् इत्संज्ञकः स्वरः अस्ति तस्य स्वरितत्वं भवति. अधुना डुपचष् मध्ये ण्यकारः तु कुत्रापि नास्ति, अतः णित् तु न भवितुं शक्नोति. अतः प्रायः यस्य स्वरस्य इत्संज्ञा भवति तस्य सरितत्वम् अपि भवति, नो चेत् उभयपदी कथं भवति? अतः चकारोत्तरवर्ती यत् अकारः यत् इत्संज्ञकः अस्ति, अनुनासिकः अस्ति, तस्य सरितत्वम् अपि भवेत्, अथवा अन्यथा पच् धातु उभयपदी न भवितुं शक्नोति. एतादृशीम् ऊहां कृत्वा वयं ज्ञातुं शक्नुमः आहत्य यत् चकारोत्तरवर्ती अकारः अनुनासिकः अपि अस्ति, स्वरितः अपि अस्ति. अतः एतादृशीम् ऊहां कृत्वा एव केचन वैयाकरणाः अधुना तेषां ग्रन्थेषु स्वरचिह्नाः लिखन्ति. पुष्पादीक्षित महोदया अपि एतादृशी एका व्याकरणा अस्ति, सा अपि तस्य ग्रन्थे अष्टाध्यायीग्रन्थे न परन्तु धातुपाठ अथवा अन्य किमपि ग्रन्थे स्वरविज्ञानस्य सह स्वरविज्ञानस्य कृते सा चिह्नानि स्थापितवती स्थापयति, अतः अधोरेखा उपरि रेखा चन्द्रबिन्दु इति वयं द्रष्टुं शक्नुमः अधुना ऊहां कृत्वा इति वार्ता अस्ति। अस्तु धन्यवादः महोदय। अग्रे सुमन महोदय अस्ति खलु, अग्रे पठतु अन्यत् उदाहरणं पश्येम। अस्तु अन्यत् उदाहरणं पश्येम। नितः इति डुक्रुन् धातुः नित् अस्ति, नित् अतः अनेन सूत्रेण उभयपदी अस्ति, लति करोति कुरुते, वेन् वा सम्यक् वा महोदय, वेन् वेन् वेन् वेन् अपि उभय उभयपदिनः। उपरयुक्त युक्तयोः सूत्रयोः ज्ञानेन के के परस्मैपदी धातवः सन्ति इति अपि अवगम्यते। यः कोऽपि धातु नित् अपि नास्ति अनुदातेत अपि नास्ति, नित् अपि नास्ति, स्वरतेत अपि नास्ति, सः धातुः परस्मैपदी एव। धातुः उदात्तेत् अस्ति चेत् परस्मैपदी, किन्तु उदात्तेत् नास्ति चेत् अपि यदि नित् अनुदात्तेत् नित् स्वरितेत् नास्ति तर्हि सः धातु परस्मैपदी एव। यथा ऋष् धातु, गै धातु, मुज् धातु, खुज् नश्, एते सर्वे धातवः अपि परस्मैपदिनः, परस्मैपदी धातूनां कृते परस्मैपदी धातूनां कृते पृथक् सूत्रम् अपि अस्ति, तच्च अग्रे दत्तम् अस्ति। किमस्ति वदामि, एकः प्रश्नः, गै स्वरित नास्ति किम्? गै स्वरित अस्ति परन्तु इत नास्ति, किन्तु अनुनासिक नास्ति, गै मध्ये ऐकारः इत् नास्ति। अस्तु, यतः अनुनासिक नास्ति खलु। अस्तु अस्तु, उभयपदी धातवः अन्य अन्ये उदाहरणम् उदाहरणाः सन्ति, करोति कुरुते, वेन् इत्युक्ते लौकिकधातु किं भवति, वे वे अस्तु, वे सर्वे उभय उभयपदिनः इति लिखितम्। किमर्थम् उभयपदी सन्ति? अस्तु, तत्र नित् भवति इत्युक्ते चक्षुवर्गस्य नासिक अनुनासिक ञ तस्य ञकारस्य इत् भवति। अस्तु, अधः लिखितं, यदि स्वरित अस्ति नो चेत् च वर्गस्य नासिकवर्णः इति भवति, तत्र उभयपदी नो चेत् अनुदात्त स्वरः इति भवति अथवा कवर्गस्य नासिकवर्णः इति भवति चेत् आत्मनेपदी, चत्वारि अपि नास्ति चेत् परस्मैपदी एव. तर्हि उदात्त उदाहरणे स्वरित इत अस्ति नास्ति अनुदात्ति नास्ति नित् कवर्गनित् नास्ति चवर्गनित् नास्ति किमपि नास्ति चेत् सर्वं यत् अस्ति शेषं तत् परस्मैपदी अस्ति इति वार्ता अस्ति. उदाहरणानि सन्ति यथा ऋष् गै मुज् खुज् नश् सर्वे परस्मैपदिनः इति लिखितम्. अनन्तरम् अधः परस्मैपदी धातूनाम् अपि धातूनां कृते अपि एकं सूत्रम् अस्ति इति अस्ति. अत्र पठतु भवती एव. अस्तु. परस्मै परस्मै पदत्वं शेषात् कर्तरि परस्मै परस्मै पदम् यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्त्रार्थे परस्मै पदं भवति. सो ये धातवः आत्मनेपदी नास्ति ते परस्मैपदी इति अर्थं किम्? कर्तृर्थे कर्तृर्थे इत्युक्ते कर्तृर्थे इत्युक्ते यदा कर्तृवाच्य अस्ति खलु नाम पठति कर्मवाच्य अस्ति तद् न यतोहि बालकः बालकः पठति अत्र परस्मैपदी अस्ति परन्तु बालकेन पठ्यते अत्र कर्तरि नास्ति खलु कर्तरिप्रयोगे. अस्तु कर्तरिप्रयोगे परस्मैपदी भवति. अस्तु. आत्मनेपदिम् आत्मनेपदनिमित्तहीनात् ओ अस्तु आत्मनेपदनिमित्त हीनात् धातोः कर्तरि परस्मैपदं स्यात् शेषात् पञ्चम्यन्तं कर्तरि सप्तम्यन्तं परस्मैपदं प्रथमान्तं क्षम्यतां शेषात् पञ्चम्यन्तं कर्तरि सप्तम्यन्तं परस्मैपदं प्रथमान्तं त्रिपदं सूत्रं भूवादयोः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः परस्मैपदम् इत्यस्मिन् अनुवृत्तिसहितसूत्रमस्ति शेषात् धातोः कर्तरि लस्य परस्मैपदम् कर्तरिप्रयोगे ये धातवः शेष इत्युक्ते ये धातवः आत्मनेपदी आत्मनेपदी धातुं न सन्ति ते परस्मै परस्मैपदम् आम् तथैव अस्ति कर्तरिप्रयोगे कर्तरिप्रयोगे एव अग्रे अस्तु अग्रे पठतु. अस्तु. अतः अनेन सूत्रेण अवशिष्टाः धातवः सर्वे परस्मैपदिनः. धातुः अनुदातेत् नित् स्वरितेत् नित् च नास्ति चेत् सः धातुः परस्मैपदि धातुः एव. नित् इत्युक्ते कवर्गस्य नकारः, अनुदेत् धातवः एव आत्मनेपदिनः, नित् च वर्ग नकार स्वरितेत् धातवः एव उभयपदिनः. यदि अवशिष्टाः धातवः सर्वे परस्मैपदिनः तर्हि सूत्रस्य का आवश्यकता इति चेत् कर्तरि कर्तृत्वे अस्ति चेत् एव धातु परस्मैपदि, कर्मणि भावे परस्मैपदि न भवति इति सूचनार्थम् सूत्रं विरचितम्. अत्र अस्ति सूत्रस्य किं सूत्रं किं कार्यं करोति, नो चेत् किं सूचयति इति. पूर्णमेव आसीत् खलु, ये धातवः के धातवः आत्मनेपदिनः, के धातवः उभयपदिनः, ते स्पष्टाः चेत् इदानीं सूत्रस्य नूतनसूत्रस्य किम् आवश्यकता अत्र अस्ति. एतत् सूत्रं सूचयति कर्तरिप्रयोगे एव परस्मैपदी धातु अवशिष्टाः धातु कर्तरिप्रयोगे एव परस्मैपदिनः भवति भवन्ति, कर्मणि प्रयोगे नो चेत् भावे प्रयोगे परस्मैपदिनः न भवन्ति. कर्मणि भावे प्रयोगे तु सर्वे धातवः सर्वदा आत्मनेपदिनः एव सन्ति. अस्तु, धन्यवादः महोदय. धन्यवादः महोदय. तर्हि एषा वार्ता अस्ति, अग्रे गच्छामः. मीना महोदय अस्ति खलु, मीना सुन्दरी सर्, मीना महोदय श्रूयते वा? गच्छति. अस्तु, सुमित्रा महोदय. अस्मि महोदय, पठतु. परस्मैपदत्वं तत्तु अभवत् पठ, तत्र पठ धातौ ठकारोत्तरवर्ति. आम्, पठ धातौ ठकारोत्तरवर्ति यः अकारः अस्ति सः न अनुदातः न वर्तः. डिस्टर्बन्स् अस्ति महोदय, किमपि अनन्तरं पठतु, एक अनन्तरं वदामि अहं. म्यूट् करोतु, सुमित्रा महोदय. पठ धातौ टकारोत्तरवर्ति यः अकारः अस्ति सः न अनुदातः न वा स्वरितः, चिह्नम् अस्ति एव, अतः उदातः. उदातः अपि अनुनासिकः अपि, अतः अयं धातुः उदातेत् अतः परस्मैपदी, तथैव लिखितं धातुः तथैव लिख धातुः धावु गतिशुद्ध्योः इति उकारस्य उदाहरणम्. उकारः उदातः अनुनासिकः च, अतः धातुः उदातेत् तर्हि परस्मैपदी, लटि धावति इति. यथा अनुदातः अपि च स्वरितः न अस्ति, यथा चिह्नं न अस्ति, तादृशं धातुः उदातः इति वदामः. उदातः अपि अनुनासिकः वर्णः एव. उदातः अपि च अनुनासिकः धातुः उदातेत्, अतः परस्मैपदिनः. अन्यत् उदाहरणं तु अस्ति लिख धातुः, धावु इति अन्यत् उकार उदाहरणम् अस्ति तत्र. तत् उकारः उदात्तः अपि च अनुनासिकः, अतः परस्मैपदी धातुः. लटीरूपं तु धावति इति अस्ति. पठामि वा? इदानीं क्षि, अधोभागे तु रेखाम् अस्ति. क्षये इति धातुः, इकारः अनुदातः अस्ति, अतः धातुः अनुदातेत् आत्मनेपदी च, किल? क्षयते इति रूपम्. इत्यस्मिन् अस्माकं भ्रान्तिः. महोदय, एकनिमिषात् पूर्वं भवती एव वदतु अत्र भ्रान्तिः किं का अस्ति. अत्र क्षि अस्ति खलु, तत्र आत्मनेपदित्वं भवति वा? अनुदात्त अस्ति खलु? आम्, तत्र अनुदात्तः एव. अनुदात्त अस्ति तर्हि आत्मनेपदी भवति वा? अन्ये कोऽपि न मा वदतु, अन्य कोऽपि मा वदतु. अत्र क्षी मध्ये इकारः अनुदात्त अस्ति खलु, अधोरेखा? आम्, अधोरेखा अस्ति, अतः अनुदातः. परन्तु आत्मनेपदी भवति वा? भवति इति दत्तं. भवती किं चिन्तयति? केवलम् अनुदात्त अस्ति चेत् आत्मनेपदी भवति वा? स्वरः केवलम् अनुदात्त अस्ति चेत् आत्मनेपदी भवति वा? अनुनासिक अनुदात्तः. तस्य इत् संज्ञा अपि भवितुं खलु, अनुनासिका अपि भवति खलु? आम् आम्, सत्यम्. तत्र इकारः अनुनासिकः अस्ति वा? न, तत्र तच्छिन्नं न अस्ति, चन्द्रबिन्दुः. चन्द्रबिन्दुः नास्ति अत्र, अतः इकारः तु केवलं किमस्ति? अनुदात्त एव. परन्तु इत् नास्ति. आम्, अतः अनुदात्तेत् भवति चेत् आत्मनेपदी भवति. अत्र अनुदात्त अस्ति परन्तु इत् नास्ति, अतः सत्यं परस्मैपदी एव भवति, क्षयति रूपं भवति. क्षयति खलु? आं महोदय, अवगच्छति इदानीम्. अग्रे पठतु. आम्, कारणम् अस्मिन् इकारे अनुनासिकचिह्नं नास्ति, अतः इत् सम्यकः नास्ति. तर्हि अनुदातेत् इति कथं वदेम? धातौ अनुदात्त इकारः इत् सम्यकः चेदेव खलु धातुः अनुदातेत्, अनुदातः इति यस्य सः इति वक्तुं शक्नुमः. तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत् इति अवधेयम्. स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते? यदा स्वरः शिष्यते इति न, यदा स्वरः इत्सम्यकः नाम अपगच्छति तदा एव क्रियते. क्षि धातौ इकारः अनुधातः तु अस्ति, किन्तु इत्सम्यकः नास्ति, अतः क्षयति. अस्य धातोः इकारः इड् व्यवस्थां सूचयति, न तु पदव्यवस्थां. यद् भवान् उक्तवान् तदेव, तत्र चन्द्रबिन्दुः नास्ति इत्युक्ते इत्सम्यकस्य प्रभावः नास्ति, अतः क्षयते इति एव रूपम् अवशिष्यते, आत्मनेपदी रूपम्. क्षम्यता महोदय, आत्मनेपदी रूपं न अवशिष्यते. क्षम्यताम्, आत्मनेपदी रूपं न अवशिष्यते, केवलं क्षयते इति एव. क्षयति इति एव, न तु क्षयते. इत्युक्ते कः स्वरः अवशिष्यति, कः तु अपगच्छति इति वयं ज्ञातुं शक्नुमः. तद् आधारेण एव पदनिर्णयम् अस्माभिः करणीयं. यदा स्वरः अवशिष्यते, न अवशिष्यते, यदा न इत्सम्यकः तु न अस्ति, क्षि उदाहरणार्थं क्षि इति इकारः अस्ति परन्तु अनुनासिक इकारः न अस्ति इत्युक्ते इत्सम्यकः न अस्ति अतः क्षयति इति एव रूपम् इकारस्य इड् व्यवस्थां सूचयति न तु पदव्यवस्थां तर्हि पदव्यवस्थायाः कृते नाम आत्मनेपदी उभयपदी प्रथमं तु स्वरस्य इत्संज्ञा भवति तदनन्तरमेव चर्चा भवति यदि पदस्य स्वरस्य इत्संज्ञा न भवति तर्हि इड् व्यवस्थायाः चिन्तनं भवति अस्तु अग्रे पठतु महोदय प्रश्नः अस्ति धातोः इकारः अस्ति चेत् इड् वा न न तथा नास्ति अग्रे अस्ति इड् व्यवस्था अग्रे अस्ति अस्तु स्मृ धातौ उरिकारः अनुदातः किन्तु अनुनासिकः न अतः अनुदातेत् न अयम् ऋकारः इड् व्यवस्थां सूचयति न तु पदव्यवस्थां स्मृ धातुः अनुदाते अपि नास्ति ङित् अपि नास्ति स्वरितेत् अपि नास्ति ङित् अपि नास्ति अतः अयं धातुः परस्मैपदी स्मरति इति लटि अन्यत् उदाहरणम् अपि अस्ति स्मृ इति अधोबाहे एकं रेखा अस्ति अनुदातः परन्तु एतत् अयं धातुः अपि अनुनासिकः चिह्न अनुनासिकचिह्नं न अस्ति अतः इड् व्यवस्थाम् एव सूचयति इत्युक्ते इडागमः भवितुम् अर्हति न तु पदव्यवस्थां स्मृ धातुः अनुदातः अनुदाते ङित् अपि न अस्ति स्वरिते अपि न अस्ति अतः परस्मैपदी धातुः स्मरति इति लटीरूपम् इड् व्यवस्थां सूचयति धन्यवादः अमित् महोदय अभ्यासः इमे धातवः सर्वे द्वादिगणीयाः सर्वप्रथमं धातुः आत्मनेपदी उभयपदी परस्मैपदी वा इति सूच्यताम् तदा लौकिकधातुः कः इति वदतु तदा विकरणसहितम् अङ्गं किम् तदा लट्लकारस्य रूपम् उदाहरणार्थे वञ्चु इति धातुः उदात्तेत् अतः परस्मैपदी लौकिकधातुः वञ्च विकरणसहितम् अङ्गं वञ्च लटि वञ्चति वञ्चु इत्यस्मात् वञ्च इत्यस्मात् वञ्च योग शप् इत्यस्मात् वञ्च इत्यस्मात् वञ्चयोगति इत्यस्मात् वञ्चति इति अभ्यासः अस्ति अधुना तर्हि भवान् एव करोतु प्रथमः धातुः प्रथमधातुः अस्ति मल अनुनासिक अपि अस्ति अनुदात् अपि अस्ति अतः आत्मनेपदी धातु मल् इति लौकिकरूपः भ्वादिगणे सर्वे धातु इति पतितं वक्तम् अतः शप् प्रत्यय आगच्छति मल् योग शप् शकार पकार गच्छति अवशिष्यते तर्हि मलति इति रूपं सिद्ध्यते मलति मलति वा आम् आत्मनेपदी अस्ति खलु क्षम्यतां मलते इति रूपम् अत्र अनुदात्त इत्यस्ति अतः आत्मनेपदी आमामां केन सूत्रेण केन सूत्रेण अनुदात् ङित् आत्मनेपदम् अनुदात्त ङित् आत्मनेपदम् अतः रूपं मलते इति भवति मलते अग्रे करोतु बुधिर् बुधिर् अत्र इकारोत्तरवर्ती चतुर्बिन्दु अस्ति परन्तु स्वरितचिह्न अपि अस्ति खलु स्वरितचिह्न अपि अस्ति आं तर्हि स्वरित अस्ति तर्हि उभयपदी अस्ति बुधति वा बुधते एवं वा स्टेप्स् मा त्यजतु प्रथमं वदतु लौकिकधातुः का किम् इति कः रकार हलन्त् अस्ति हलन्त्यम् इत्यनेन रकारस्य लोपः भवति अनन्तरम् इकारस्य इत्संज्ञा भवति तस्य अपि लोपः भवति बुद् इति लौकिक प्रायः तद् नूतनमपि अस्ति खलु एकम् अस्माभिः यदि इर् अस्ति चेत् तस्यापि इत्संज्ञा भवति इति अस्माभिः पठितं खलु प्रायः तेनैव तस्य भवति लोपः इर् अस्ति खलु इर् आमाम् स्मरति वा स्मर इर् इत्संज्ञा वाच्या अत्र अस्ति खलु इर् आम् अस्तु तर्हि बुध् इति भवति खलु बुध् इति भवति अधुना उभयपदी केन सूत्रेण जानाति स्वरित ङित् उभयपदी पदम् तर्हि उभयपदी अस्ति अधुना शप् प्रत्यय आगच्छति अतः अङ्गं किं भवति बुध बुध भवति वा बुध भवति वा आगच्छति गुणकार्यं न भवति वा ओ शप् शप् अस्ति पित् अस्ति तर्हि गुणबाधा नास्ति बोध केन सूत्रेण आर्धधातुक सार्वधातुकयोः तत्तु इगन्त अस्ति चेत् अत्र इगन्त नास्ति खलु बोध अनन्तरं बोध बोधति बोधते रूपद्वयं बोधति बोधते अस्तु धन्यवादः महोदय धन्यवादः तर्हि सर्वे यदि वयं नूतनसूत्राणि यदा वयं पठन्ति तर्हि पूर्व अस्माभिः ये सूत्राणि यानि सूत्राणि अस्माभिः पठितानि तत् कृपया मा विस्मरन्तु अत्र पुगन्तलघुपदस्य कार्यं करोति अस्तु अग्रे को अस्ति विधिमहोदय अस्ति खलु अग्रे करोतु अक्षु संज्ञा भवति उपदेशे अक्षरणमपि इति कारणेन स्वरितः अस्ति वा महोदय नास्ति अक्ष भवति लौकिकधातु परस्मैपदी अस्ति अथवा उभयपदी आम् किमर्थं कथं जानाति परस्मैपदी अस्ति स्वरितः नास्ति अनुदातः नास्ति इत्यनेन परस्मैपदी शेषात् कर्तरि परस्मैपदं सूत्रम् अस्ति खलु रूपं किं भवति अक्षु गुणकार्यम् अस्ति गुणकार्यं किमर्थम् अत्र उकारस्य लोप इत्संज्ञा भवति खलु अक्षिति अविशिष्टम् अक्षु प्लस् सप् अक्षति गुणकार्यं नास्ति गुणकार्यं नास्ति अक्षति इति अविशिष्टं सप् प्रत्ययः सकारपकारयोः अनुबन्धः लोपः भवति इत्यनेन पकारः हलन्त्यम् इति सूत्रेण सकारः अपि लोपः भवति अक्ष् योगः अयोगः ति लटि अक्षति लटि अक्षति इति अक्षति भवति धन्यवादः महोदय समयः समाप्तः अग्रिमरविवासरे वयम् अग्रे कुर्मः शेष उदाहरणानि तदनन्तरम् इडव्यवस्था एको अस्ति वा महोदय इयर्फोन् अहं चेञ्ज् कृतवती अस्मि अतः किं पृच्छामि एको अस्ति वा किमस्ति एको एको अस्ति वा एको अस्ति ओहो परन्तु सम्यक् अस्ति धन्यवादः अस्तु कस्यापि प्रश्नः अस्ति वा अधुना अथवा विरमामः नास्ति महोदय धन्यवादः धन्यवादः नमस्कारः अधुना विरमामः अग्रिमरविवासरे कुर्मः तर्हि धन्यवादः सर्वे धन्यवादः